ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अद्य वयम् एकं नूतनकरपत्रस्य आरम्भं कुर्मः। धातुविज्ञानं तृतीय इति करपत्रम् अस्ति। इदानीं पर्यन्तं वयं दृष्टवन्तः धातुः लौकिकरूपं रूपस्य निर्माणार्थं तत्र इत्संज्ञा वर्णानाम् इत्संज्ञा करणीयम्। अनन्तरं तत्र चत्वारि प्राकृतिककार्याणि, तेषां विषये अपि तत्र आदौ एव परिशीलनीयम्। इत्युक्ते तत्र धातुः इरित् अस्ति चेत् नुमागमः भवति, धातुः आदिमवर्णः शकारः अस्ति चेत् तत्र सकारादेशः भवति, धातुः आदिमवर्णः मूर्धन्यनकारः अस्ति चेत् तत्र दन्त्यनकार इति आदेशः भवति, अपि च तत्र हलन्तधातूनां तत्र उपधायां रेफः अपि च वकारः अस्ति। रेफवकारस्य पूर्वे तत्र यदि कोऽपि ह्रस्व इक् वर्णः अस्ति चेत् तस्य दीर्घ आदेशः भवति। सो एतादृशः चत्वारि कार्याणि कृत्वा वयं धातुः लौकिकरूपस्य लौकिकरूपं किं तत्र वयं द्रष्टुं शक्यते। अनन्तरं वयं जानीमः तत्र धातु अनन्तरं तत्र महर्षीणां कानिचन प्रत्ययनं तत्र विधानं कृतम्। सम्पूर्णतृतीय अध्याये तत्र धातुभ्यः ये प्रत्ययाः विधीयन्ते तेषां विधानं तृतीय अध्याये अस्ति। सो सम्पूर्णतृतीय अध्यायः धातु अध्यायः एव वयं वदामः। सो धातु अनन्तरं तत्र प्रथमे महर्षि साक्षात् अनन्तरं तत्र धातु अनन्तरं तु तत्र विकरणप्रत्ययः अपि विधीयन्ते, सनादिप्रत्ययः अपि विधीयन्ते, अपि च तत्र लकारप्रत्ययः अपि विधीयन्ते, अपि च कृत्प्रत्ययः। मुख्यतया एते प्रत्ययाः धातुभ्यः विधीयन्ते। परन्तु तत्र वयं जानीमः तिङन्तरूपस्य निर्माणार्थं तत्र प्रथमे तत्र लकारस्य महर्षिणा विधानं कृतम् कालाधारेण, यथा तत्र वर्तमाने लट् इति आधारेण तत्र लट् लकार वर्तमानकालस्य विवक्षायां तत्र लट् लकारः विधीयन्ते, तथैव तत्र प्रत्येकस्य लकारस्य कृते तत्र विधिसूत्रमस्ति। कस्मिन् काले कस्य लकारस्य विवक्षा अस्ति चेत् कः लकारः योजनीयं, सो तत्र दशलकाराः सन्ति, तेषां विषये तत्र दशलकाराणां कृते तत्र विधिसूत्राणि सन्ति। सो विधिसूत्र आधारेण वयं तत्र लकार योजयामः। धातुः साक्षात् अनन्तरं प्रथमे लकारः आयाति, लट् लोट् लङ् विधिलिङ्ग् यत्किमपि लकारः अस्माकं विवक्षानुगुणमेव तत्र लकारः आयाति। अनन्तरं तत्र महर्षिणा एकमेव अधिकारसूत्रं दत्तं लस्य। सो लस्य इति अधिकारसूत्रेण तत्र ये दशलकाराः सन्ति तेषां तत्र केवलं ल एव अवशिष्यते, लकारः एकमेव वर्णः अवशिष्यते। सो लः स्थाने तत्र साक्षात् अनन्तरं महर्षि वदति लस्य तिप्तस्जि सिप्तस्थ मिप्पस्मस्। सो अष्टादश प्रत्ययानां तत्र विधानं कृतं। तत्र अस्माकं विवक्षा अनुसारेण तत्र एक प्रथमपुरुष एकवचनस्य विवक्षायां तत्र तिप्, द्विवचनस्य विवक्षायां तस्, बहुवचनस्य विवक्षायां तत्र झि आयाति, तथैव अनन्तरं तत्र मध्यमपुरुषे तत्र सिप्थस्थ अपि च उत्तमपुरुषे मिप्वस्मस्। सो ये अष्टादश तिङ्प्रत्ययाः सन्ति तेषां तत्र भागद्वयं वर्तते। प्रथमनवतिङ्प्रत्ययाः परस्मैपदीसंज्ञकाः। सो महर्षि साक्षात् प्रथम अध्याये चतुर्थपादे प्रथमसूत्रमस्ति लः परस्मैपदी। सो लः परस्मैपदम् इति संज्ञासूत्रमस्ति. सो लः परस्मैपदम् इति सूत्रेण महर्षि वदति लः इत्युक्ते तत्र लस्य स्थाने वयं जानीमः लस्य इत्यनेन तत्र इतिबाधयः. सो लः परस्मैपदे इति सूत्रस्य अर्थः अस्ति लस्य स्थाने किम् अष्टादश तिङ्प्रत्ययाः तेषां संज्ञा अस्ति परस्मैपदम्. सो महर्षि प्रथमे तत्र अष्टादश प्रत्ययानां परस्मैपदम् इति संज्ञा दत्तं सर्वेषाम् अष्टादश प्रत्ययानां तत्र परस्मैपदी इति संज्ञा. साक्षात् अनन्तरं वदति तङ्गानाम् आत्मनेपदम्. सो तङ्गानाम् आत्मनेपदम् इति अनन्तरं वदति चेत् त आरभ्य महिङ्पर्यन्तम् अपि च तत्र आन् शानच् अपि च कानच् यत्र आन् अवशिष्यते तेषामपि अपि तत्र किम् आत्मनेपदी इति संज्ञा. सो एतत् सूत्रद्वयं तत्र किञ्चित् विरोधः दृश्यते. प्रथमे वदति लः परस्मैपदम् अष्टादश तिङ्प्रत्ययाः परस्मैपदी संज्ञकाः. अनन्तरं वदति त आरभ्य महिङ्पर्यन्तं नवप्रत्यय अष्टादश तिङ्प्रत्ययेषु ये अन्तिम नवप्रत्ययाः ते आत्मनेपदी प्रत्ययाः. सो अत्र एकम् अधिकारसूत्र अधिकारः वर्तते अस्मिन् प्रकरणे आकडारात् एकसंज्ञा. सो आकडारात् एक तस्य विषये इदानीं चर्चा मास्तु. सो एतत् सूत्रद्वयम् आकडारात् एकसंज्ञा इति तस्य अधिकारे एते सूत्रद्वयम् आयाति. अनेन किं तत्र भवति यः यदि कस्यचित् प्रत्ययस्य अथवा कस्यचित् शब्दसमूहस्य कृते व्याकरणशास्त्रे संज्ञाद्वयं तत्र अनन्तरं यत् संज्ञा उक्तं तदेव तत्र बलीय भवति. सो प्रथमे वदति लः परस्मैपदम्. सो तत्र लः परस्मैपदम् इत्यनेन तत्र तङ्गपि तङ्प्रत्याहारे ये प्रत्ययाः तेषामपि उल्लेखः इत्युक्ते त आरभ्य महिङ्पर्यन्तं ये अन्तिम नवप्रत्ययाः तेषां प्रथमे सः परस्मैपदी संज्ञा दत्तं महर्षि. अनन्तरं तङ्गानाम् आत्मनेपदम् इति सूत्रेण सूत्रम् अनन्तरम् अस्ति. सूत्रस्य संख्या लः परस्मैपदी सूत्रस्य अनन्तरम् अस्ति चेत् तत्र आकाडारात् एकसंज्ञा इति अनेन वयं ज्ञातुं शक्यते तङ् इति प्रत्ययानां कृते तङ् इति समूहे ये प्रत्ययाः तेषां तत्र आत्मनेपदी संज्ञा. सो किमर्थम् एतादृशः महर्षि करोति, किमर्थं सः प्रथमे एव तत्र तिप् आरभ्य मिप् मिप् वस् मस् मस् पर्यन्तं परस्मैपदी किमर्थं न दत्तं, वयं दृष्टवन्तः. महर्षि प्रथमे तत्र सामान्यनियमं करोति, अनन्तरं सः विशिष्टनियमं करोति. सो लः परस्मैपदी सूत्रेण प्रथमे सर्वेषाम् अष्टादश प्रत्ययानां परस्मैपदी संज्ञा, अनन्तरं तङ्गानाम् आत्मनेपदम् इति सूत्रेण तत्र तङ् अपि च शानच् कानच् प्रत्ययद्वयस्य कृतप्रत्ययद्वयस्य अपि तत्र आत्मनेपदी इति संज्ञा करोति. अतः अस्माभिः किं ज्ञातव्यम्? अस्माभिः लस्य स्थाने ये अष्टादश तिङ्प्रत्ययाः प्रथमनवप्रत्ययाः परस्मैपदी संज्ञकाः केन सूत्रेण? लः परस्मैपदम्. अनन्तरं ये नवप्रत्ययाः त आरभ्य महिङ्पर्यन्तं ते आत्मनेपदी संज्ञकाः भवन्ति इति तत्र परस्मैपदी अपि च आत्मनेपदी इति तत्र संज्ञा विशिष्टनामकरणं महर्षिणा दत्तं. सो यदि प्रश्नः अस्ति परस्मैपदी अपि च आत्मनेपदी इति विशिष्टनामकरणं टेक्निकल् वर्ड् कस्य विषये? प्रत्ययानां विषये. कीदृशप्रत्ययानां विषये? लस्य स्थाने ये इत्यादयः तेषां संज्ञा अस्ति परस्मैपदी अपि च आत्मनेपदी. सो एतत् सर्वम् अस्माभिः स्पष्टं भवेत् मनसि. परस्मैपदी अपि च आत्मनेपदी इति संज्ञा टेक्निकल् नामकरणम् इत्युक्ते विशिष्टनामकरणं कस्य प्रत्ययानां कीदृशप्रत्ययानां तिङ्प्रत्ययानां प्रथम नवप्रत्ययाः परस्मैपदीसंज्ञकाः भवन्ति अनन्तरं ये नवप्रत्ययाः तेषाम् आत्मनेपदीसंज्ञा भवति तङ्गानाम् आत्मनेपदी इति सूत्रे न केवलं तङ् इति विषये परन्तु आन् विषये अपि अस्ति सो तत्र आन् विषये प्रत्ययद्वयं शानच् अपि च कानच् शानच् अपि आत्मनेपदीसंज्ञकप्रत्ययः कानच् अपि तत्र किमर्थं चेत् अनुबन्धानां निष्कासनं केवलम् आन् अवशिष्यते अतः महर्षिः वदति तङ्गानाम् आत्मनेपदं सो तत्र आन् अवशिष्यते अतः सूत्रे तेषाम् उल्लेखः अस्ति इदानीं किमर्थम् एतादृशः चर्चा अस्ति धातुविज्ञानं तृतीया इति करपत्रे अस्माभिः किं ज्ञातव्यं तत्र धातुः स्वरविज्ञानम् अपि च पदव्यवस्था वयं जानीमः यदा वयं लट् लकार योजयामः तत्र अस्माभिः द्रष्टव्यं धातुः परस्मैपदी एकवचनस्य विवक्षायां प्रथमपुरुष एकवचनस्य अथवा मध्यमपुरुष एकवचनस्य अथवा उत्तमपुरुष एकवचनस्य विवक्षायां धातुः परस्मैपदीप्रत्ययः स्वीकरोति वा आत्मनेपदीप्रत्ययः स्वीकरोति तत् न जानीमः चेत् वयं तत्र तिप् योजयामः वा त योजयामः तथैव उत्तमपुरुष एकवचनस्य विवक्षायां तत्र सिप् योजयामः वा आत्मनेपदी मध्यमपुरुष एकवचनप्रत्ययः योजयामः सो तत्र स्वरविज्ञानम् इति यः अस्ति धातुः यः इत्संज्ञकवर्णः तस्य आधारेण वयं ज्ञातुं शक्यते धातुः परस्मैपदीप्रत्ययः स्वीकरोति वा आत्मनेपदीप्रत्ययः स्वीकरोति सो यदा वयं धातुयोग लट् कुर्मः प्रायशः वयं पाठ्ययोग लट् कुर्मः तत्र वयं किं कुर्मः एकवचनस्य विवक्षायां तत्र लस्य इत्यनेन ल अपगच्छति लट् लकारस्य ल अपगच्छति तस्य स्थाने तिप् वयं योजयामः एकवचनस्य विवक्षायां परन्तु यदा वयं शीङ् धातु नयामः धातुपाष्टः तत्र शीङ् धातु लट् लकारस्य एकवचनस्य विवक्षायां वयं तत्र तिप् न योजयामः वयं तत्र त योजयामः सो एतादृशः निर्णयं वयं कथं कर्तुं शक्यते कोऽपि सूत्रमेव तत्र प्रमाणं भवति सो तस्य विषये एव अस्मिन् धातुविज्ञानं तृतीया इति करपत्रे चर्चा अस्ति कथं वयं शीङ् अनन्तरं त योजयामः अपि च पठ् अथवा भू अनन्तरं तिप् योजयामः एत अस्य विषये अपि सूत्रम् आवश्यकम् इत्युक्ते वयं स्वयं तत्र कथं ज्ञातुं शक्यते हे धातुः परस्मैपदीप्रत्ययः स्वीकरोति तस्य अनन्तरं परस्मैपदीप्रत्ययः योजनीयं वा आत्मनेपदीप्रत्ययः योजनीयं तस्य विषये अत्र अस्मिन् करपत्रे मुख्यचर्चा अस्ति इत्युक्ते इदानीम् अस्माकं समीपे लौकिकधातुः अस्ति लौकिकधातुषु वयं तिङन्तपदस्य निर्माणं कर्तुं शक्यते सो तिङन्तपदस्य निर्माणार्थं तत्र तिङ्प्रत्ययेषु तत्र द्विप्रकारकाः प्रत्ययाः सन्ति परस्मैपदी अपि च आत्मनेपदी सो तत्र धातुः अनन्तरं परस्मैपदीप्रत्ययः योजनीयं वा आत्मनेपदीप्रत्ययः योजनीयम् अस्य निर्णयार्थमेव अस्मिन् करपत्रे सर्वं दत्तं सो अत्र अस्मिन् करपत्रे किम् अस्ति धातूनां स्वरविज्ञानम् अपि च तत्र इत्युक्ते स्वरविज्ञानस्य आधारेण वयं किं किं कर्तुं शक्यते पदव्यवस्था अपि च इड्व्यवस्था पदव्यवस्था इत्युक्ते पद् इत्युक्ते परस्मैपदी आत्मनेपदी अपि च उभयपदी तत्र उभयपदी धातवः अपि सन्ति ईशामनन्तरं वयं तिप् अपि योजयितुं शक्नुमः त अपि योजयितुं शक्नुमः परन्तु कानिचन धातवः सन्ति येषाम् अनन्तरं केवलं त एव आगन्तुं शक्यते तथैव कानिचन धातवः सन्ति येषाम् अनन्तरं कर्तरिप्रयोगे केवलं टिप् एव आगन्तुं शक्यते अतः तस्य नाम एव पदव्यवस्था पदव्यवस्था इत्युक्ते धातुः धातुः परस्मैपदी आत्मनेपदी अथवा उभयपदी इति पदव्यवस्था अनन्तरम् इड् व्यवस्था इत्युक्ते वयं जानीमः तत्र प्रत्ययानाम् इडागमः भवति, इकारस्य आगमः भवति, परन्तु तस्य विषये अपि धातुः इडनुकूलः वा न वा तद् द्रष्टव्यम्। प्रत्ययः अनुकूलः अस्ति परन्तु धातुः इड आगमस्य अनुकूलः नास्ति चेत् इडागमः न भवति। सो तत्र स्वरविज्ञान आधारेण, इत्युक्ते धातुषु यः इत्संज्ञक स्वरः अस्ति तस्य आधारेण पदव्यवस्था, धातुषु यः अवशिष्टस्वरः तस्य आधारेण इड्व्यवस्था। सो वयं जानीमः प्रयोजनं विना तत्र इत्संज्ञा न भवति, प्रयोजनं विना तत्र वर्णानाम् इत्संज्ञा न भवति। सो वयं दृष्टवन्तः पूर्वे कुत्रचित् दृष्टवन्तः तत्र धातूनाम् अन्ते तत्र महर्षिणा स्वरं स्थापितं, प्रायशः सर्वेषां धातूनाम्, इत्युक्ते सर्वेषां न वदामः, तत्र मुख्यतया तत्र धातूनाम् अन्ते महर्षिणा एकम् अनुनासिकस्वरः स्थापितम्। अनुनासिकस्वरः अस्ति चेत् उपदेशे अजनुनासिक इति सूत्रेण तस्य अनुनासिकस्वरस्य तत्र प्रथमसोपाने एव इत्संज्ञा भवति। सो तत्र स्वराणां यः इत्संज्ञा, धातुषु यः स्वराणाम् इत्संज्ञा भवति तस्य प्रयोजनं किम् इति अस्मिन् करपत्रे वयं पश्यामः। सो स्वराणां यः इत्संज्ञा धातुषु भवति तस्य आधारेण तत्र धातूनां पदव्यवस्था वयं ज्ञातुं शक्यते, धातुः परस्मैपदी वा आत्मनेपदी वा उभयपदी वा, कस्य आधारेण, इत्संज्ञक स्वरस्य अच्वर्णस्य आधारेण। यः इत्संज्ञक स्वरः धातौ भवति तस्य आधारेण एव वयं पदव्यवस्था ज्ञातुं शक्यते इति धातुविज्ञानं तृतीय इति करपत्रस्य तत्र आशयः। This is the intention of this karpatram. Astu idanim tatra prarambham kurmah. Kaha athva ka pathati? Chetana bhagni pathati va? Ramhati. Pathati. Paniniya shastram anubandhan आश्रित्य स्वराश्च आश्रित्य प्रवर्तते। एतयोः ज्ञानम् अनन्तरा पाणिनीयशास्त्रस्य अवगतिः न भवति। धातुषु प्रत्ययेषु च के अनुबन्धाः, अपि च धातुषु स्वरः कीदृशः, उदात्त अनुदात्तः स्वरित् तो वा, इदं स्वरम् आश्रित्य एव पाणिनीयशास्त्रं प्रवर्तते। पाणिनीय व्याकरणम् अनुबन्ध आश्रित्य स्वरः आश्रित्य एतत् बेसिस् अस्ति। अतः एतेषु विषये अवगमनम् आवश्यकम्। धातुषु प्रत्ययेषु अनुबन्धाः कथं करणीयम्, अपि च धातुषु स्वरः उदात्त वा अनुदात्त वा स्वर, अनुबन्धाः कथं करणीयम् इति तस्य अर्थः कः? अनुबन्धाः इत्युक्ते किं भगिनि? अनुबन्धाः इत्युक्ते इत्संज्ञक प्रकरणम्, इत्संज्ञकवर्णाः, अनुबन्धाः इत्युक्ते इत्संज्ञकवर्णाः। सो ते के, इत्संज्ञकवर्णाः के इत्युक्ते, यदि वयं जानी सम्यक्तया जानीमः कस्यचित् धातुः विषये के अनुबन्धाः, तदा एव वयं तेषाम् इत्संज्ञा कर्तुं शक्येन सूत्र आधारेण। सो किमर्थं चेत् क्रियायाम् अनुबन्धाः तत्र न तिष्ठन्ति. अनुबन्धानां तत्र किं भवति? लोपः भवति. सो तत्र अनुबन्धाः न जानीमः चेत् वयम् अग्रे तत्र न तत्र वयम् अग्रे तत्र किम् अपि न कर्तुं शक्यते. सो अनुबन्धान् आश्रित्य सो पाणिनिशास्त्रं वयं जानीमः तत्र मुख्ये तत्र इन्ग्रीडियण्ट् किम् अस्ति? धातुः, प्रत्ययः, अपि च अनन्तरं तत्र प्रत्ययानाम् आदेशः, धातूनामपि आदेशः भवति, अपि च तत्र आगमः अपि भवति. सो ते सर्वे आदेशाः, उपदेशाः. सो सर्वेषाम् उपदेशानां तत्र महर्षिणा अनुबन्धं तत्र स्थापितम्, अनुबन्धवर्णः स्थापितम्. सो यदि वयं प्रत्ययेषु धातुषु के अनुबन्धाः इति वयं न जानीमः चेत् वयं तु अग्रे वयं गत्वा अग्रे गत्वा किमपि न कर्तुं शक्यते न. तत्र साधुरूपं तु निर्मातुं न शक्यते. अतः अनुबन्धानां ज्ञानम् आवश्यकम्. सो एतत् सर्वं वयं पठितवन्तः, कथम् अनुबन्धानां तत्र सिलेक्षन् करणीयं, प्रत्ययेषु, धातुषु, उपदेशेषु, आदेशेषु. किमर्थं चेत् अनुबन्धाः प्रक्रियायां न तिष्ठन्ति, तेषां लोपः भवति. अतः धातुषु, प्रत्ययेषु के अनुबन्धाः, अपि च न केवलं तदेव, स्वरविज्ञानम् इति यः पदव्यवस्था इति यः अस्ति, केवलं कः स्वरः अनुबन्धः, कः स्वरः इत्संज्ञकः, तावदेव ज्ञानं न पर्याप्तम्. अनन्तरं किं लिखितम्? अपि च तदपि ज्ञातव्यं, न केवलं कीदृशस्वरः इत्संज्ञकः, परन्तु सः स्वरः, तस्य स्वरस्य स्वभावः कः. वयं जानीमः तत्र स्वरः तु प्रथमे स्वराणां तत्र कथं तत्र भेदः भवति, वदतु. स्वरः अनुनासिक वा निरनुनासिक वा, अनन्तरं अल्पप्राण महाप्राणं, दीर्घं दीर्घः प्लुतः, प्रथमे तत्र अनुनासिक, निरनुनासिक, अनन्तरं अनुनासिक, अण्डर् द अनुनासिक दिस् क्लास् अनुनासिक ह्रस्व दीर्घ प्लुत्. सिमिलर्लि निरनुनासिक अण्डर् ह्रस्व दीर्घ प्लुत्. अमङ्ग् द ह्रस्वः उदात् अनुदात् स्वरित्, तथैव दीर्घ उदात् अनुदात् स्वरित्, प्लुत् उदात् अनुदात् स्वरित्. अत्र अल्पप्राण महाप्राण, तत्र अल्पप्राण महाप्राण इति प्रयत्नम्, इदानीं तत् मास्तु. तथैव निरनुनासिक ह्रस्व उदात् अनुदात् स्वरित्, निरनुनासिक दीर्घ उदात् अनुदात् स्वरित्. सो तादृश तत्र भेदः भवति. सो स्वरः ह्रस्वस्वरस्य संज्ञा, अपि च सः ह्रस्वस्वरः उदात् वा अनुदात् वा स्वरित् वा, तत् ज्ञानमपि आवश्यकं. कस्य कृते? पदव्यवस्था. ह्यः धातुः किं पदि प्रत्ययः स्वीकुर्वन्ति तस्य विषये न केवलम् अनुनासिक वा निरनुनासिक वा तद् ज्ञानम् आवश्यकं, परन्तु तस्य विषये सः अनुनासिकस्वरः अथवा निरनुनासिकस्वरः उदात् वा अनुदात् वा स्वरित् वा, तदपि आवश्यकं. तत् ज्ञानम् अपि अपेक्षितं. तत् ज्ञानं नास्ति चेत् वयं पदव्यवस्था न ज्ञातुं शक्यते. सो न केवलम् कीदृशस्वराणां तत्र कीदृशस्वरः अनुबन्धस्वरः इति वदामः उपदेशेषु. यत् स्वरः इत्संज्ञा भवति कस्य स्वरस्य अनुबन्धस्वर तत् सत्यं, परन्तु कस्य स्वरस्य इति संज्ञा भवति? अनुनासिकस्वरस्य. अनुनासिक, सो स्वरः अनुबन्धवर्णः इति वयं कथं ज्ञातुं शक्यते? अनुनासिक अस्ति चेदेव सः अनुबन्धवर्णः भवति, अनुबन्धवर्णः भवति. अपि च यदा सः अनुबन्धवर्णः भवति तत्र किम् अपि तत्र अन्यत् ज्ञानमपि आवश्यकं. सः अनुबन्धवर्ण सः अनुबन्धस्वरः उदात् वा अनुदात् वा स्वरित् वा इत्यपि अपेक्षितं. तदपि ज्ञातुं तदपि जानीमः चेदेव वयं पदव्यवस्थाविषये ज्ञातुं शक्यते इति लिखितं. सो इदं सर्वम् आश्रित्य एव पाणिनिशास्त्रं प्रवर्तते. सो इट् गोस् एस् पर् द इट् इस् डिपेण्डेण्ट् आन् दीस् अनुबन्धाः एण्ड् दिस् स्वरस्य तत्र यः स्वरः कीदृशः तस्य आधारेण अपि तत्र सः पाणिनिशास्त्रम् आश्रित्य प्रवर्तते. अग्रे अपि पठतु भगिनि. एतावता मूलधातौ निबन्धाः के अपि च कैः कैः सूत्रैः इत्संज्ञकाः वर्णाः विहिताः इति अस्माभिः अधीतम्. तत्परं सत्त्वं नत्वं नुमागमः उपदादीर्घः इत्येभिः कार्यैः परिवक्त्वो लौकिकधातुः परिपक्वो लौकिकधातुः कथं जायते इत्यपि अवलोकितम्. एतत् सर्वे वयं पठितवन्तः. मूलधातोः कथं लौकिकरूपं भवति इति प्रथमे इत्संज्ञकप्रकरणं करणीयम्. तदनन्तरं सत्त्वं नत्वं नुमागमः उपधादीर्घः करणीयम्. एतेषां विषये अपि चिन्तनीयं. सम्भावना अस्ति चेत् करणीयं, नास्ति चेत् प्रत्येकस्य भूधातुविषये किमपि प्राकृतिकार्यं न भवति. न तत्र सत्त्वं भवति, न नत्वं, न नुमागमः, न उपधादीर्घः, न तत्र अनुबन्धवर्णः. तत्र अनुबन्धवर्णः अपि नास्ति भूधातुविषये. सो यदा यत् सम्भवति अपि च अनुबन्धः अस्ति चेत् निष्कासनं करणीयम्, अपि च सत्त्वनत्वं नुमागम उब्धादीर्घ इति कार्यस्य तत्र सम्भावना अस्ति चेत् करणीयं, नास्ति चेत् न करणीयं. परन्तु एतत् सर्वं ज्ञानम् आवश्यकं. कुत्रचित् एतानि कार्याणि तत्र सम्भवति ये द्विसहस्रधातवः सन्ति. एतत् सर्वम् अस्माभिः इदानीं पर्यन्तं ज्ञातव्यं. वयं जानीमः एतेषां कार्याणां विषये. सो इदानीम् अग्रे अपि पठतु भगिनि. आहत्य एषु सर्वेषु कार्येषु स्वराणां कृते एकं विशिष्टं ज्ञानम् अस्माभिः प्राप्तम्, अनुनासिकज्ञानम् इति. धातुषु अनुनासिकज्ञानेन एव अचाम् इत्संज्ञा सम्भवति. अधुना तदाधारेण अग्रिमः सिद्धान्तः स्वरविज्ञानेन पदव्यवस्था अपि च सेट् अनिट् व्यवस्था ज्ञायते. इतः पूर्वम् इत्संज्ञकः तर्हि धातुपाठे प्रथमप्रमुखविषयः लौकिकधातुः कथं सञ्जायते इति, स च अस्माभिः परिशीलितः. अधुना द्वितीयप्रमुखविषयः स्वरविज्ञानम्. तस्मिन् उपविषयद्वयं पदव्यवस्था विद्व्यवस्था च. सो एतत् वयं जानीमः अनुनासिकस्वरः अस्ति चेत् इत्सन्यक् भवति. इदानीं स्वरविज्ञानविषये सेट् अनिट् विषये अपि जानीमः. स्वरविज्ञानः स्वरविज्ञानस्य तत्र भागद्वयं, तत्र स्वरविज्ञानस्य विषये तत्र उपविषयद्वयम् अस्ति. उपविषयस्य द अण्डर्लैन् सब्जेक्ट्स्, स्वरविज्ञान इस् द मुख्य सब्जेक्ट्. अण्डर् स्वरविज्ञान् वी हेव् पदव्यवस्था एण्ड् इड् व्यवस्था. सो तत्र उपविषयद्वयम्, एकमस्ति पदव्यवस्था, द्वितीयविषयः अस्ति इड् व्यवस्था. कस्य? स्वरविज्ञान इति ज्ञानस्य अनन्त अण्डर् तत्र पदव्यवस्था अपि च इड् व्यवस्था. सो इड् व्यवस्था अपि स्वर आश्रित्य, स्वरान् आश्रित्य, पदव्यवस्था अपि स्वरविज्ञानस्य आश्रित्य एव भवति. स्वरस्य आधारेण एव पदव्यवस्था, स्वरस्य आधारेण एव इड् व्यवस्था. इत्संज्ञक अनुनासिक स्वर अस्ति चेत् पदव्यवस्था, निरनुनासिक स्वर अस्ति चेत् इड् व्यवस्था. अस्तु. सो वेदर् द स्वर इस् अनुनासिक आर् निरनुनासिक, अनुनासिक स्वरस्य आधारेण पदव्यवस्था, निरनुनासिक स्वरस्य आधारेण इड् व्यवस्था. परन्तु द्वयमपि स्वरविज्ञानम् एव. ओके. सो तत्र स्वरविज्ञान आश्रित्यः पाणिनिशास्त्रं प्रवर्तते. किमर्थं चेत् अत्र वट् इस् द मुख्य इन्ग्रीडियण्ट्, वट् इस् द प्रमुख इन्ग्रीडियण्ट्, धातुपाठ एव. द्विसहस्रधातवः एव मुख्य इन्ग्रीडियण्ट्. दट् इस् द ओन्ली मेन् मेटीरियल् दट् वी हेव् इन् द अष्टाध्यायीग्रन्थः. सो तत्र वेदर् वी तत्र तिङन्तपदस्य निर्माणार्थम् अपि धातुः अपेक्षितम्. एण्ड् 96% आफ् द प्रातिपदिकस्य विषये अपि धातु एव अपेक्षितम्. सो धातुपाठे ये द्विसहस्रधातवः, दट् इस् द प्रमुख विषयः. न केवलं तिङन्तपदस्य निर्माणार्थं, परन्तु प्रातिपदिकानां निर्माणम् अपि तत्र धातोः भवति. सो वाट् वी से इन् व्याकरणशास्त्र इस् देट् 96% आफ् द नामपदानि प्रातिपदिकानि हेव् बिन् डिरैव्ड् फ्राम् द धातूस् ओन्ली. सो पाणिनि धातुपाठे ये द्विसहस्रधातवः सन्ति ते एव प्रमुखविषयः. वेदर् तिङन्तपदस्य निर्माणार्थं ते एव अपेक्षितम्. आतिदेशिकधातुः कथं निर्मीयते? मूलधातुयोगसनादिप्रत्ययः. सो तत्रापि मूलधातु एव अपेक्षितम्. अपि च 96% केचन वैयाकरणाः वदन्ति 98%. सो 96% आफ् द नामपदानि प्रातिपदिकानि हेव् बिन् डिरैव्ड् फ्राम् दीस् द्विसहस्रधातु, फ्राम् दीस् 2000 धातुस्. सो वट् द मेन् मेटीरियल् विद् अस् इस् दीस् 2000 धातुस्. सो धातुपाठे धातुपाठः यः पाणिनि धातुपाठः तदेव प्रमुखविषयः. तत्र एतत् सर्वं जानीमः चेदेव वयम् अग्रे किमपि कर्तुं शक्यते. सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति चेत् अग्रे गच्छामः. अनुसूया भगिनी अग्रे पठति वा? अस्तु भगिनी, धन्यवादः. अनुसूया भगिनी अग्रे पठति वा भगिनी? इत्सन्निकेन लज्वर्णेन धातुः किम्पदि इति निर्णयः क्रियते. अपि च अनुबन्धलोपानन्तरं विशिष्टस्वरेण निर्णयः क्रियते अयं धातुः सेट् अनिट् वा इति. स्वरः इत्सन्निकः चेत् तर्हि तस्य अनुदात्त उदात्तस्वरिता इत्येभिः वर्गैः पदव्यवस्था ज्ञायते. स्वरः इत्सन्निकः नास्ति चेत् तर्हि तस्य अनुदात्त उदात्तस्वरित इत्येभिः वर्गैः ईड्व्यवस्था ज्ञायते. स सम्प्रति अनुदात्त उदात्तस्वरित इत्येतानि चिह्नानि कथम् अभिज्ञातुं शक्नुमः इत्य अवलोकयामि. इत्सञ्ज्ञकेन अच्वर्णेन धातुः कथमस्ति इति निर्णयं कर्तुं शक्यते. अपि च अनुबन्धलोपानन्तरम् अवशिष्ट स्वरेण एव लिट् वा अनिट् वा इति ज्ञातुं शक्यते. अत्र भगिनि अत्र किं लिखितम्? इत्संज्ञकेन अच् वर्णेन धातुः किं पदि? किं पदि? कस्य आधारेण? इत्संज्ञक अच् वर्णेन अपि च तदेव पूर्वे अपि दृष्टवन्तः. स्वरविज्ञाने पदव्यवस्था इत्संज्ञक अच् वर्णस्य आधारेण, परन्तु इड् व्यवस्था कस्य आधारेण? अवशिष्टस्वर आधारेण. यथा तत्र पठ इति धातुः अस्ति, पठ इति धातुः तत्र स्वरद्वयम् उपदेशे, अन्तिम अकारः अनुनासिक अकारः, परन्तु पकार उत्तरवर्ती अकारः निरनुनासिक अकारः, अन्ते यः अकारः सः अपगच्छति, पकार उत्तरवर्ती अकारः तिष्ठति. सो पकार उत्तरवर्ती अकारः अवशिष्टस्वरः, तस्य आधारेण सेट् वा अनिट् वा, पठ धातुः सेट् वा अनिट् वा, परन्तु अन्ते यः अकारः यः अपगच्छति तस्य आधारेण पठ किं पदी, परस्मैपदी वा आत्मनेपदी वा उभयपदी वा इति तस्य आधारेण. सो इत्संज्ञक आचवर्णेन आचवर्णस्य आधारेण धातुः किं पदी, अवशिष्टस्वर आधारेण धातुः सेट् वा अन्यट् वा इति तत्र स्वरविज्ञानम् अस्ति. तदेव तत्र बिन्दुद्वये लिखितं. वदतु महोदय. महोदय, अनुबन्ध धातु मूल धातु अस्ति किम्? अनुबन्ध धातु मूल धातु यानी उपदेशिक धातु अस्ति न? अनुबन्ध इत्युक्ते इत्संज्ञक वर्णः. सो धातुपाठे अनुबन्धवर्णसहित तत्र धातुः दत्तम्. निरनुबन्ध इत्युक्ते लौकिक धातु, इत्युक्ते इत्संज्ञक वर्णानां निष्कासनम् अनन्तरं यत् अस्ति तत् निरनुबन्धधातुः. अनुबन्धधातुः इत्युक्ते औपदेशिकधातुः, अनुबन्धानां सहित अस्ति चेत् तत् औपदेशिकधातुः. निरनुबन्धधातुः इत्युक्ते लौकिकधातुः. अच्छा, धातु सेट् अस्ति अन्यत् अस्ति आफ्टर् मत् निरनुबन्ध धातु कृत्वा मत् कि सेट् अनिक् मति इत्युक्ते हाम् इत्युक्ते यः अवशिष्टस्वरः तत्र प्रत्येकस्य धातुः एकं स्वरः तु अस्ति सर्वेषां धातूनां तत्र. सो तत्र यः स्वरः अवशिष्टस्वरः तस्य आधारेण यः स्वरः तत्र तिष्ठति, यस्य इत्संज्ञा न भवति. यस्य कस्य इत्संज्ञा न भवति? यः निरनुनासिकस्वरः, तस्य तु इत्संज्ञा न भवितुं शक्नोति, सः तत्र अवशिष्टस्वरः. तस्य स्वरस्य तत्र उदात् वा अनुदात् वा स्वरित् वा, तु तादृशज्ञानस्य आधारेण एव वयं ज्ञातुं शक्यते तादृशधातुः सेट् वा अन्यट् वा. सो यः स्वरः सर्वप्रथमम् इत्संज्ञा कृत्वा निरनुबन्धधातुः प्राप्नोमि, तत्परं सत्त्वं नत्वं गुणमागम उपधातिर् कृत्वा लौकिकधातु प्राप्नोमि, तत्परं सेट् अस्ति अनिट् अस्ति अपि च किं पदी अस्ति? डिसैड् कर्तुं शक्यते. अपि च किं पदी अस्ति? पदे अपि यः स्वरः अपगच्छति सः स्वरः आम् सत्यं महोदय, तदेव प्रक्रिया अस्ति. तत्रैव वयं तस्मिन् सोपाने एव वयं ज्ञातुं शक्यते धातु सेट् वा अनिट् वा, अपि च धातुः उभयपदी वा आत्मनेपदी वा परस्मैपदी वा इति वयं तत्रैव ज्ञातुं शक्यते. लौकिकरूपस्य यदा वयं निर्माणं कुर्मः तदा एव एतत् ज्ञानं भवति. भगिनी अग्रे अपि वाक्यद्वयं संशयमस्ति, वदतु. तत् पट् उदाहरणे एकाकारः निरनुनासिक, अन्तिमकारः अनुनासिक. अनुनासिक अकारस्य आधारेण किं भवति भगिनि? इत्संज्ञक अच्वर्णेन धातुः किं पदी इति लिखितं पदी. इत्संज्ञक अच्वर्णेन, सो अन्तिम अच्वर्णः यः अकारः इत्संज्ञकः पठ धातुः, तस्य आधारेण वयं किं ज्ञानं प्राप्तुं शक्नुमः? धातुः परस्मैपदी वा, किं पदी इत्युक्ते परस्मैपदी वा उभयपदी वा आत्मनेपदी वा इति वयं तत्र तस्य स्वरस् इत्संज्ञक स्वराधारेण. अपि च यः अवशिष्टस्वरः अपकार उत्तरवर्ती अकारः अवशिष्टस्वरः, तत् प्रक्रियायां तिष्ठति, तस्य लोपः न भवति, तत् तिष्ठति. तस्य आधारेण किं पठ सेट् वा अनिट् वा इति अग्रे वयं सूत्राधारेण पठामः. इदानीं तु केवलम् अत्र परिचय अस्ति, परिचय आधारेण इत्युक्ते इन्ट्रोडक्षन् आधारेण तत्र दत्तं केन किं भवति. परन्तु परस्मैपदीविषये किं सूत्रम्, आत्मनेपदीविषये किं सूत्रं, तत् अग्रे आयास्यति. इदानीं केवलम् इन्ट्रोडक्षन् अस्ति. धन्यवादः. अनुसूय अग्रे अग्रे अपि वदतु किं लिखितं, तदेव लिखितं. स्वरचिह्नानि रक्ष इत्यस्मिन् धातोः चन्द्रबिन्दु इति चिह्नं अचः अनुनासिकत्वं सूचयति, यथा लुपचिष पाके, खनु अवधारणे, भज सेवायां, वच परिभाषणे, आस उपवेशने. एव च चन्द्रबिन्दु इत्यनेन चिह्नेन अङ्कितः अच् वर्णः अनुनासिकः भवति. अनुनासिकस्य संज्ञासूत्रमस्ति. संज्ञा कथम् अनुनासिकं जानीमः इति अत्र सूचयति. यथा चन्द्रबिन्दुः अस्ति वर्णस्य उपरि चन्द्रबिन्दुः आसीत् अस्ति चेत् अनुनासिकः भवति, नास्ति चेत् अननुनासिकः भवति इति स्वरचिह्नं सूचयति. धातुषु अचः अधस्तात् या रेखा दृश्यते, यथा अ अधरेखा अस्ति, सा रेखा अचः अनुदात्तत्वं सूचयति. अधरेखा अस्ति उपवेशेन इत्यस्मिन् धातोः सकारोत्तरवर्तीय यः अकारः अस्ति स अकारः अनुदात्तः इति अधस्तं चिह्न अधस्तं चिह्नं सूचयति. धातुषु अचः उपरिष्टात् या रेखा दृश्यते, यथा अ उपरि रेखा अस्ति, तथा अचः स्वरित्वत्वं सूच्यते, यथा डुपचष अत्र च उपरि रेखा अस्ति, तत् सरितं सूचयति. इत्यस्मिन् धातोः चकारोत्तरवर्ती यः अकारः अस्ति सः अकारः स्वरितः इति उपरिस्थचिह्नं सूचयति. तावदेव वदतु किं लिखितं. यदा धातु अच् धातुः अस्ति, धातुषु अच् वर्णः अस्ति, तस्य अधः रेखा अस्ति चेत् तत् रेखा तस् अचवर्णस्य अनुदात्तत्वं सूचयति. यदा अध रेखा अस्ति चेत् अनुदात्तत्वं सूचयति. तथैव उपरि रेखा अस्ति चेत् सरित्तं सूचयति इति अभिप्रायः. इत्युक्ते प्रथमे तत्र अनुनासिकचिह्नं इत्युक्ते तत्र पूर्वस्मिन् पूर्वे पूर्वकाले तत्र अनुनासिक एतादृशः चिह्नानि तत्र अहं चिन्तयामि तत्र स्वरविज्ञानं तत्र एतत् विज्ञानम् आसीत् तत्र एतस्य आवश्यकता एव पूर्वस्मिन् काले नास्ति परन्तु इदानीं वयं स्वरविज्ञानं न जानीमः अतः वयं कथं ज्ञातुं शक्यते आचवर्णः अनुनासिक वा निरनुनासिक वा केवलं चिह्न आधारेण एव वयं ज्ञातुं शक्यते अन्यथा वयम् इत्युक्ते उच्चारणाधारेण वयं न ज्ञातुं शक्यते सो वयं सम्यक्तया तत्र उच्चारणम् अस्माभिः तत्र न क्रियते अतः तत्र चिह्नं दृष्ट्वा एव वयं ज्ञातुं शक्यते स्वरः अनुनासिक वा निरनुनासिक वा सो अनुनासिकस्वरस्य कृते तत्र चन्द्रबिन्दु इति चिह्नम् अस्ति सो यत्र यत्र वयं स्वरस्य उपरि चन्द्रबिन्दु पश्यामः तत्र वयं ज्ञातुं शक्यते एतत् स्वरः अनुनासिकस्वरः निरनुनासिकस्वरस्य तत्र कोऽपि चिह्नं नास्ति तथैव तावदेव तत् तावत् ज्ञानमेव आवश्यकं नास्ति उदात् अनुदात् स्वरित् ज्ञानमपि आवश्यकं स्वरस्य विषये अतः तत्र अनुदातत्वं कथं सूचयति अधोभागे कस्यचित् वर्णस्य अधोभागे तत्र हारिजेण्टल् लैन् अस्ति स्माल् रेखा अस्ति चेत् तत् अनुदातत्वं सूचयति तत् सूचयति स्वरः अनुदात् स्वरः तथैव स्वरस्य उपरि भागे एकं लघुरेखा अस्ति चेत् एकं दण्डम् अस्ति चेत् लघुदण्डम् अस्ति चेत् तत् सूचयति स्वरः स्वरित् स्वरः उदात्तस्य कोऽपि चिह्नं नास्ति इत्युक्ते यदि तत्र अधोभागे रेखा नास्ति उपरि कोऽपि दण्डं नास्ति किमपि चिह्नं नास्ति वयं ज्ञातुं शक्यते एतत् उदात्तः स्वरः सो उदात्तस्य कोऽपि चिह्नं नास्ति व्याकरणशास्त्रे अधोभागे रेखा अस्ति चेत् तत् अनुदात्तत्वं सूचयति स्वरस्य उपरि एकं लघुदण्डम् अस्ति चेत् तत् स्वरितत्वं सूचयति तस्मिन् स्वरितत्वम् इति गुणः अस्ति तथैव अधोभागे रेखा अस्ति चेत् तस्मिन् अनुदातत्वम् इति गुणः अस्ति अपि च तत्र उपरि चन्द्रबिन्दु अपि अस्ति अधोभागे लघुरेखा अस्ति वयं किं वदामः अकारः अनुनासिक उद् अनुदातकारः किमर्थं चेत् अनुनासिक उदात् अपि भवितुं शक्नोति अनुदात् अपि भवितुं शक्नोति स्वरित् अपि भवितुं शक्नोति त्रिषु एकवारं तु एकम् एव भवितुं शक्नोति वन्स् ओन्लि वन् टैप् विल् बि देयर् सो ऐदर् अनुनासिक उदात् अनुदात् स्वरित् आर् निरनुनासिक उदात् अनुदात् स्वरित् सो एतानि चिह्नानि जानीमः चेदेव वयं तत्र सम्यक्तया इड् व्यवस्था अपि च पदव्यवस्था एतेषां विषये ज्ञातुं शक्यते सो इति तत्र स्वराणां तत्र ज्ञानम् अनुनासिकस्वरस्य चन्द्रबिन्दु अनुदात्स्वरस्य अधोभागे एकं लघुरेखा अस्ति स्वरित्स्वरस्य उपरि एकं दण्डम् अस्ति लघुदण्डम् अस्ति उदात्स्वरस्य कोऽपि चिह्नं नास्ति यथा अत्र रूपचंश् इति यः अस्ति अत्र वदतु कः निरनुनासिकः अनुनासिक अत्र तु चन्द्रबिन्दु न दत्तं चकार उत्तरवर्ती अकारः अनुनासिक अकारः इत्युक्ते तत्र चन्द्रबिन्दु अपि अस्ति पूर्वे दृष्टवन्तः न अत्र यथा डुपचंश् पाके तत्र चन्द्रबिन्दु अस्ति अपि च एकं लघुदण्डम् उपरि अपि अस्ति सो वेन् वि टैप् दीस् टू चिह्नास् टुगेदर् दे कम्बैन् सो वि केनाट् सी देम् क्लियर्लि आन् कम्प्यूटर् That is why this Swarup Mohalaya has not put this Chandrabindu Chinnam over here. But Atra Vadatu Bhagni, ke kidrishu swaraha Atra Santi? Dupachasha iti swarita swaraha asti, chakarasya, anantaram asthita akarasya, swarita chinna asti, ata swarita asti che, स्वरित् केवलं उभयपदी भवति तत् तत् त्यजतु अत्र स्वरित्स्वरः अत्र अनुनासिकस्वरित् अस्ति अत्र चन्द्रबिन्दुः अपि अस्ति अनुनासिकस्वरित् अस्ति अतः तस्य इत्संज्ञा भवति सो अस्मिन् डुपचंश् इति धातौ तत्र अनुनासिक स्वरित्स्वरस्य इत् भवति तावदेव अपि च अत्र अवशिष्टस्वरः कः भगिनि उकारः अकारः न डु इति वर्णसमूहस्य अपि संज्ञा तदपि अनुबन्धवर्णः डु अपि अत्र अत्र अनुबन्धानां निष्कासनं करोतु भगिनि कुत्र आधारेण लषक्त्वदिते इति सूत्रेण लषक्त्वदिते तु दातुं वा धुपचंश् डु इति वर्णसमूहस्य केन सूत्रेण इति संज्ञा डु टु डु चुटु न वदतु न आदिर्निटुडुवः चुटु इति प्रत्ययस्य विषये चुटुति चुटु अपि प्रत्ययस्य विषये लषकु तदिते अपि प्रत्ययस्य विषये अपि च श्वः प्रत्ययस्य परन्तु आदिर्निटुडुवः आदिर्निटुडुवः सूत्रेण आदौ विद्यमान डुकारस्य डु वर्णसमूहस्य इत्संज्ञा भवति तस्य लोप इति सूत्रस्य लोपः भवति हलन्त्यम् इति सूत्रेण अन्ते विद्यमान शकारस्य हलन्तशकारस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः भवति अनुना उपदेशे जन्नासिक इति सूत्रेण अनुनासिक अकारस्य इत्संज्ञा भवति अकार उत्तरवर्ति यः अनुनासिक अकारः तस्य इत्संज्ञा उपस्थित अनुनासिक अकारस्य इत्संज्ञा भवति तस्य लोपः इति सूत्रेण तस्य लोपः अपि भवति अतः पच् एव अवशिष्य सो अत्र अवशिष्टस्वरः कः अवशिष्टस्वरः कः पकार उत्तरवर्ति यः अकारः अकार यु हेव् टु मेन्शन् न भगिनि पकारोत्तर अकारः अवशिष्यस्वरः अवशिष्टस्वरः परन्तु तत्र कोऽपि चिह्नं नास्ति तत्र सो तत्र कोऽपि चिह्नं नास्ति चेत् किं सः कीदृशस्वरः पकार उत्तरवर्तिस्वरः कीदृशस्वरः उदात्तस्वरः उदात् अपि च निरनुनासिक उदात्स्वरः निरनुनासिक उदात्तस्वरः अननुनासिक अननुनासिक अथवा निरनुनासिक अननुनासिक उदात्तस्वरः अतः सः एव अवशिष्टस्वरः परन्तु चकार उत्तरवर्ति यः अकारः सः अनुनासिक स्वरित्स्वरः अनुनासिक स्वरित्स्वरः किमर्थं चेत् उपरि दण्डम् अस्ति एतत् ज्ञानम् आवश्यकं सो तत्र किं केन किं भवति तत् सूत्राधारेण पठामः परन्तु अनुबन्धः कीदृश अनुबन्धः यः स्वरः अनुबन्धवर्णः सः अनुनासिक अपि च स्वरित् यः अवशिष्टस्वरः सः निरनुनासिक अपि च उदात् इति तावद् ज्ञानम् आवश्यकं केवलं स्वराणां विषये इदानीं व्यञ्जनानां विषये किमपि नास्ति अत्र यः पदव्यवस्था अपि च इड्व्यवस्था सः स्वराश्रित्यः स्वरानाश्रित्यः पदव्यवस्था धातुषु यः पदव्यवस्था भवति पदव्यवस्था अपि स्वरानाश्रित्य इड्व्यवस्था अपि स्वरानाश्रित्य सो शकारः इत्संज्ञकः तस्य विषये इदानीं चर्चा नास्ति केवलं स्वराणां विषये एव चर्चा अत्र स्वरविज्ञानम् इति धातुविज्ञानं तृतीय इति करपत्रे केवलं स्वराणां विषये किन्तु भगिनी गीत् तदपि तदपि पदव्यवस्था निश्चयं करोति तद् व्यञ्जनमेव किं किं पुनः अनुनासङ्गीतक अत्र ङित् भवति चेदपि आत्मनेपदी भवति तद् व्यञ्जनम् अस्ति आम् तत् अग्रे आयास्यति इदानीं तु स्वराधारेण सो यदा वयं सूत्र पठामः तत्र पश्यामः किमस्ति सो मुख्यतया तत्र यः स्वरव्यवस्था तत्र कण्ठनकारस्य इतस्ति चेत् तत्रापि पदव्यवस्था ज्ञायन्ते परन्तु इदानीं किं चर्चा अस्ति स्वरविज्ञान डुपचंश इति यः धातोः तत्र स्वराधारेण एव वयं ज्ञातुं शक्यते पच् इति धातुः किं पदि अपि च पच् इति धातुः सेट् वा अन्यट् वा कुत्रचित् धातुः व्यञ्जनाधारेण अपि वयं ज्ञातुं शक्यते तत् सत्यम् एकवारं सूत्रं पठामः चेदेव तत्र वयं चर्चा कुर्मः वदतु महोदय महोदय सर्वाणि स्वरित धातुव अनुनासिके भवन्ति किम् न तथा नास्ति नहीं तो कथं जानामि कारणं किं किं मत्जकि टङ्कने मत्जकि तु न दृश्यते मत्जकि उपरि दण्ड भवति अन्यथा अनुनासिक भवति अत्र दृश्यतु महोदय अत्र अग्रिमे परिच्छेदे तत्र आ इति लिखितं स्क्रीन् दृश्यते वा सो अत्र आ दृश्यते न अत्र आ दृश्यते एतत् स्वरः कर्सर् दृश्यते न मम एतत् आ इति यः कर्सर् इदानीं अत्र न अग्रे पश्यतु अग्रिमे परिच्छेदे अत्र आ इति यः मम बोल्ड् कृतं तद् दृश्यते वा दृश्यते महोदय अत्र यः चन्द्रबिन्दु अस्ति अत्र चन्द्रबिन्दु अपि अस्ति अपि च स्वरित चिह्नम् अपि अस्ति केवलं चन्द्रबिन्दु अस्ति चेत् अत्र केवलं पायिण्ट् दृश्यते यत्र पायिण्ट् अपि च रेखा तत्र एक संयुक्तरूपेण दृश्यते तत्र वयं चन्द्रबिन्दु अपि च स्वरित् स्वरः अस्ति तत्र रेखा दृश्यते वा रेखा दृश्यते कुत्र अत्र रेखा अपि दृश्यते चन्द्रबिन्दु अस्ति तत्र तु चन्द्रबिन्दु अपि अस्ति अपि च स्वरित् स्वरः अपि अस्ति केवलं चन्द्रबिन्दु अस्ति चेत् तत्र केवलं पायिण्ट् दृश्यते परन्तु यदा तत्र पायिण्ट् अपि चन्द्रबिन्दु अपि अस्ति अपि च स्वरचिह्नम् अपि अस्ति तत्र द्वयोः तत्र मिलित्वा रूपं तत्र आयाति फैण्ड् औट् देर् इस् नो प्राब्लम् अहं चिन्तितवती दीर्घाकारस्य अनुनासिका इति अनुनासिक अपि च स्वरित् अपि अस्ति when we type on the computer na bagni it becomes together there is some problem in typing okay so because the computer cannot show it separate parantu paritakar swaritakar kevalam chandrabindu atra a upari swarita nasti kim asti bagni atra a upari swari anunasik api asti swarit api asti अत्र लिखितं न तयोः सहवासः समीचीनं न दृश्यते इट् बिकम्स् टुगेदर् द पायिण्ट् एण्ड् द लैन् बिकम्स् टुगेदर् अतः समीचीनं न दृश्यते बट् इट् इस् देट् ओन्लि बट् इफ् यु मेक् इट् देयर् इस् नॉट देयर् इस् स्पेस् बिट्वीन् चन्द्रबिन्दु एण्ड् आकारस्य लम्ब सो वाट् दे हेव् डन् इन् दिस् स्वराङ्गित धातुपाठे दे हेव् सेपरेट्लि गिवन् देट् चिह्नम् बिकास् सी वेन् वि टैप् वी केन् नाट् टेल् न कम्प्यूटर् हौ हि विल् डू इट् सो देट् साफ्ट्वेर् विल् डिसैड् हौ हि विल् डू इट् महोदय अत्र धातु स्वरित् अस्ति अनुदात् अस्ति उदित् अस्ति मूलधातुः मूलधातु यः पाणिनिधातुपाठे तत्र स्वराबन्धधातु न न मूलधातु पश्यामः चेदेव वयं ज्ञातुं शक्यते स्वरः स्वरित्वा अनुदात्वा उदात्वा तत् मूलधातु एव तत्र पश्यामः अनुबन्धधातुः सत्यं गिरिजा भगिनी अग्रे पठति वा भगिनि अत्र तदेव स्वरूपमहोदयेन लिखितं मम सङ्गङ्के इत्युक्ते इन् मै कम्प्यूटर् दीस् टु चिह्नः तेषां तत्र साक्षात् तत्र न उपरि न तत्र पश्यामः तत् पठतु भगिनि एकवारं पठतु आं भगिनि मम सङ्गणके निरनुनासिक स्वरितः च अनुनासिक इत्यनयोः द्वयोः चिह्नयोः स्थलं साक्षात् स्वरस्य उपरि अतः तयोः सहवासः समीचीनं न दृश्यते आ अनुनासिक आ स्वरितः अतः अत्र यद्यपि उभयम् अपेक्षते तथापि केवलं दण्ड स्वरितः अनुनासिकः स्थापितं अनुनासिक न स्थापितम् एतत् कस्य विषये अत्र स्टार् उपरि स्टार् पुट् तत्र स्टार् अस्ति न डुपचांश् विषये स्टार् अस्ति न तस्य विषये एव अत्र लिखितम् बिकास् हि वास् नाट् एबल् टु पुट् बिकास् ऐ सेड् न चकार उत्तरवर्ती यः आकारः सः अनुनासिक अपि अस्ति अपि च स्वरित् अपि अस्ति सो अत्र चिह्नद्वयम् अपेक्षितम् परन्तु यदा चिह्नद्वयं कुर्मः तेषां सहवासः समीचीनं न दृश्यते यथा आ इति यः एक्साम्पल् दत्तं सो तथैव अत्र अस्ति अनुनासिक् अपि च स्वरित् बिकास् बोत् दीस् सैन्स् हेव् टु बि पुट् एट् द टाप् न देट् इस् वै देर् इस् प्राब्लम् देट् इस् वट् हि हेस् गिवन् दिस् एक्स्प्लेनेशन् डुपचंश् विषये एव एतत् एक्स्प्लेनेशन् दत्तम् अस्तु तर्हि उपरि चिह्नम् अस्ति चेत् स्वरः स्वरितः अधः चिह्नम् अस्ति चेत् अनुदात्तः उपरि अपि नास्ति अधः अपि नास्ति तर्हि सः स्वरः उदात्तः स्वरः अधः अपि नास्ति उपरिः अपि नास्ति चेत् तत् स्वरः उदात्तः भविष्यति अधः चिह्नम् अस्ति चेत् अनुदात्तः अस्ति सत्यम् अत्र महोदय वयं कथं अस्मान् कर्तुं शक्नुमः कि उदा अनुदात् अस्ति नीचे मध्ये नीचे लैन् अस्ति उपरि अस्ति तु स्वरित् अस्ति लेकिन् उदात् अस्ति तु उपरि मध्ये मेमोरैजेशन् वी केन् डू लेकिन् उदात्तु मध्ये जि उपरि वि नास्ति नीचे वि मध्ये जि दण्ड लैन् नास्ति तु तत् उदात्तः उदाहरणानि दत्तानि महोदय उदाहरणं पश्यामः चेत् वयं सम्यक्तया ज्ञातुं शक्यते उदाहरणमपि पठतु भगिनि यथा वस यथा वस धातौ वकारोत्तरवर्ती यः अकारः अस्ति तस्य अधः चिह्नम् अस्ति अतः सः अकारः अनुदात्तः परन्तु शिष धातौ षकारोत्तरवर्ती यः इकारः अस्ति तस्य उपरि अपि अधः अपि चिह्नं नास्ति अतः सः इकारः उदात्तः अधः वकारस्य अधः चिह्नम् अस्ति ततः तस्य स्वरः सः स्वरः अकारः अनुदात्तः परन्तु शिष धातौ षकारोत्तरवर्ती यः इकारः अस्ति तस्य अधः किमपि चिह्नं न दत्तं तथैव सः इकारः उदात्तः यदा किमपि उपरि अपि किमपि नास्ति षकारस्य उपरि अपि किमपि नास्ति अधोभागे किमपि नास्ति अतः उदात्तः अपि च निरनुनासिक इकारः तत् तिष्ठति तत् अवशिष्यते केवलं षकार उत्तरवर्ती यः अकारः सः कीदृशकारः उदात्त उदात्त परन्तु अनुनासिक उदात्त अनुनासिक अकारः किमर्थं चेत् तत्र चन्द्रबिन्दु अस्ति अत्र न चन्द्रबिन्दु न दण्डं न अधोभागे रेखा सो एतत् निरनुनासिक उदात्त इकारः तथैव वस वस इति यः वकार उत्तरवर्ती अकारः सि दीस् सैन्स् अधोभागे रेखा अस्ति उपरि दण्डम् अस्ति दे आर् वित् रेस्पेक्ट् टु ओन्ली स्वराज् नाट् वित् रेस्पेक्ट् टु व्यञ्जनानि व्यञ्जनस्य उदात् अनुदात् स्वरित् इति भेदः नास्ति केवलं स्वराणाम् एव स्वरित् अनुदात् इति भेदः सो अत्र यद्यपि वकारस्य अधोभागे दत्तं परन्तु वयं जानीमः तत्र व इति अ अपि अस्ति अकारः अपि अस्ति सो अकारस्य विषये एव एतत् चिह्नं न तु वकारस्य विषये सो वकार उत्तरवर्ती यः अकारः तस्य एव एतत् अनुदातत्वम् अपि च सकार उत्तरवर्ती यः अकारः तस्य विषये एव एतत् अनुनासिकचिह्नं सो तद् तत्र सकारस्य केवलं चन्द्रबिन्दुः दृश्यते अधोभागे रेखा नास्ति उपरि दण्डं नास्ति अतः सकार उत्तरवर्ती यः अकारः सः अनुनासिक उदात् अकारः सो यत्र चिह्नं अधोभागे रेखा नास्ति उपरि दण्डं नास्ति तत् अनुदातः सोरि उदात्तः अधोभागे अस्ति चेत् अनुदातः उपरि दण्डम् अस्ति चेत् स्वरितः तावदेव सो अत्र स्वराणां तत्र ज्ञानं कथं करणीयम् इति तस्य विषये लिखितम् कथं वयं ज्ञातुं शक्यते स्वरः प्रथमे अनुनासिक वा निरनुनासिक वा अनन्तरं स्वरित् वा उदात् वा अनुदात् वा इति तस्य विषये लिखितम् अग्रे अपि पठतु भगिनि आं भगिनि बहुत्र अनुदात्तः स्वरः अनुनासिकः अपि अस्ति नाम चिह्नद्वयम् अस्ति तथैव बहुत्र स्वरितः स्वरः अनुनासिकः अपि अस्ति चिह्नद्वयसहितः इति अतः किमपि चिह्नं न दत्तम् अत्र अकारस्य उपरि न केवलं चन्द्रबिन्दु परन्तु दण्डमपि अस्ति सो दिस् बिकम्स् संयुक्तः सो यु हेव् टु ऐडेण्टिफै दिस् ओके सो अत्र न केवलं चन्द्रबिन्दु परन्तु दण्डमपि अस्ति देट् इस् वै वि सी ए लैन् लैक् दिस् परन्तु अनुदात्तः सर्वथा अनुनासिकः अथवा स्वरितः सर्वथा अननुनासिकः इति नियमः नास्ति एव कदाचित् भवितुम् अर्हति कदाचित् नापि भवितुम् अर्हति इत्युक्ते अनुनासिकस्वरः सर्वेषाम् अनुनासिकः एव भवेयम् इति स्वरितः एव भवनीयम् इति किमपि नास्ति तथा एव अनुनासिकः अपि स्वरितं भवितुम् अर्हति सो इट् केन् बि आफ् एनी टैप् सर्वदा तत् अनुनासिक अनुदात् भवेत् अथवा अनुनासिक स्वरित् भवेत् तथा नास्ति कुत्रचित् निरनुनासिक स्वरित् अपि अस्ति निरनुनासिक उदात् अपि अस्ति महोदय अहं किञ्चित् वक्तुम् इच्छामि वदामि वा वदतु भगिनि अत्र उदात्तैः उच्चैः उदात्तः इति अस्ति खलु इत्यनेन उदात्तः नाम ध्वनिः उपरि दिशि गच्छति अत्र स्वरितः उपरि अस्ति अनुदात्तः अधः रेखा अस्ति उदात्तः कुत्रापि रेखा नास्ति अत्र परिवर्तनं करणीयं मुद्रणीदोष इति अहं मन्ये महोदय स्वरितः एव उपरि गच्छति खलु तत्र किम् अस्ति भगिनि वेदे वेदे वयं यदा वयम् उदात् स्वरस्य उच्चारणं कुर्मः तत्र उपरि भागीदण्डम् अस्ति परन्तु व्याकरणशास्त्रे किञ्चित् भिन्नम् अस्ति भगिनि सो वेदे उपरि अपि गच्छति अपि गच्छति स्वरितमपि भवति शास्त्रे शास्त्रे उदात्तः कुत्रापि रेखा नास्ति अनन्तरं स्वरितः अस्ति चेत् उपरि रेखा अस्ति अनुदात्तः अस्ति चेत् अधः रेखा अस्ति शास्त्रे, परन्तु वेदे एतत् उल्टा भवति वा? उदात्तः उच्चैः भवति. धन्यवादः. उल्टा न भवति भगिनि, उल्टा न भवति. स्वरिता भवति चेत् उपरि अधः द्वयमपि गच्छति. स्वरिता स्वरिता अस्ति चेत् अनन्तरम् उदात्तः अपि अस्ति, उपरि एव गच्छति उदात्तः अपि. शृणोतु भगिनि, शृणोतु. उदात्तः केवल उपरि, अनुदात्तः केवल नीचे. स्वरित भवति चेत् उपरि अधः द्वयमपि गच्छति. शृणोतु, वेदे परिवर्तनं भवति. अस्तु, उच्चारणविषये वेदे एव अहं वदामि भगिनि. एकवारं शृणोतु भगिनि, उच्चारणविषये कोऽपि परिवर्तनं न भवति. यथा तत्र वेदे उच्चारणम् अस्ति, तथैव अत्र शास्त्रे अपि अस्ति. केवलं चिह्नानां विषये एव मतभेदः, चिह्नस्य विषये एव मतभेदः, उच्चारणविषये मतभेदः नास्ति. यथा अत्र वयं किं पठामः, उदात्तस्वरस्य कोऽपि चिह्नं नास्ति व्याकरणशास्त्रे, अत्र अस्मिन् शास्त्रे. परन्तु वेदे यदा तत्र उदात्तचिह्नः, यः उच्चैः उदात्तः अस्ति, तत्र उपरि भागे दण्डम् अस्ति. परन्तु अत्र किं पठामः, उपरि भागे दण्डम् अस्ति चेत् स्वरः स्वरित्, परन्तु वेदे तत्र चिह्नानां विषये एव मतभेदः, न तु उच्चारणानां विषये. उच्चारणस्य विषये कोऽपि मतभेदः नास्ति. उच्चारणं तत्रैव भवति, उच्चैः उदात्तः, उदात्त स्वरस्य उच्चैः तत्र उच्चारणं भवति. परन्तु चिह्नानां विषये एव तत्र मतभेदः, केवलं चिह्नस्य विषये मतभेदः. अवगतं महोदय, धन्यवादः. That is the reason we are getting the misconfused. So, this is the reason we are getting the there is no sign at all. So, it creates a problem in mind. That is why it happens. But, kevalam udat apicha swarit vishaye. Because the sutra is tadrish. Ekvaram sutra nam adhyanam kurmaha, anantaram asya vishaye tat charcha kurmaha. There are some problems in our ashtadhyayi also. Just like Matujaki, in our ashtadhyayi, there is no provision of the Matujaki, anvirti or Matujaki adhikar. There is no written in our ashtadhyayi. That is not problem with the Ashtadhyayi, Mohoday. You should not say like that. There is not problem with the Ashtadhyayi. Because tatra bahuni tatra granthaha ye purve asi tesham idanim lupyate, idanim asmakam samipe nasti. Tathev swaranam ucha, swargyana vishaye yaha purve purvukale yaha tatra granthaha asi idanim asmakam tat gyanam lupyate, asmakam samipe tat gyanam nasti. So we cannot say na the problem is in with Ashtadhyayi. Problem is not with Ashtadhyayi. These are requirements for the grammar. What I mean to say is that problem is with our fate, not with Ashtadhyayi. You should not say like that. So because those we are getting the problem in studying the Ashtadhyayi. It's a practical problem. These are practical problems, so that is because we are unlucky people. We don't have that granthas with us. We need to do something more to get those granthas back, okay? These are the requirements to be corrected Matyaki at this present time. So that Matyaki Gramishnike can study properly and get this. So you are reading the sutras, Mohdaya. We are reading the sutras, Anuvritti Sahit Sutram. We are reading the Anuvritti Sahit Sutram. So people have done the homework. They have given us these granthas. If I want to know, up to what Matyaki jo hai, number of the sutram, that adhikar will go. We don't know. So now we should also try to do something, na? We should also try to do something. We cannot expect people only. We cannot expect people only to do karya for us. We should also try to do something. So let us try to do something from our side also. Astu idanim agre pathamah. Agre kaha pathati? अत्र किं पूर्णिमा भगिनी अग्रे पठति वा? आं भगिनि पठतु। पदव्यवस्था तु येषां त्रयाणां येषां त्रयाणां सन्नकस्वराणाम् उच्चारणभेदाः उच्चैरुदात्तः प्रथमाध्याये द्वितीयपादे नवविंशति इत्यनेन उदात्तः नाम ध्वनिः उपरि दिशि गच्छति। नीचैरनुदात्तः प्रथमाध्याये द्वितीयाध्याये त्रिंशत्तमसूत्र इत्यनेन अनुदात्तः नाम ध्वनिः अधो दिशि गच्छति। समाहारः स्वरितः इत्यनेन स्वरितः नाम ध्वनिः न उपरि न अधः। तर्हि उच्चारणभेदाः सन्ति, परन्तु इदानीन्तनकाले व्याकरणक्षेत्रे एतादृशः अभ्यासः प्रायः लुप्तः। पठामि वा भगिनि? सो वी शुड् नो दीस् थ्री सूत्रास्, उच्चैः उदात्तः, नीचैः अनुदात्तः एण्ड् समाहारः स्वरितः। सो दीस् आर् द थ्री संज्ञासूत्राणि। उच्चैः उदात्तः इत्युक्ते किम्? उच्चैः, यस्य उच्चारणम् उच्चैः भवति इत्युक्ते दिस् इस् नाट् वित् रेस्पेक्ट् टु द लौड्नेस्, दिस् इस् वित् रेस्पेक्ट् टु द टोन्, because we don't have that kind of that, we are not able to do that ucharanam, parantu ye janaha vedaha jananti, they are able to do this kind of ucharanam, that they can do this uchehi anudat swarasya ucharanam katham karniyam, apicha anudat udat swarasya anudat swarasya swarit swarasya ucharanam te prayashah idanim janimah, parantu वयं तु एतादृश उच्चारणं न कर्तुं सङ्गीतमध्ये अपि भविष्यति, सङ्गीत जानन्ति तत्रापि अस्ति। सो दे आर् आल्सो एबल् टु डु, सो दिस् इस् वित् रेस्पेक्ट् टु टोन्, नाट् वित् रेस्पेक्ट् टु द लौड्नेस्। ओके, उच्चैः उदात्तः इत्युक्ते इट् गोस् लैक् द टोन् गोस् स्लैट्लि है, नीचैः अनुदात्तः इत्युक्ते द टोन् गोस् स्लैट्लि लो, and samahara is neither low nor high, so it remains in between, so that is samahara swaritah. so vede etadrishah ucharanasya adharene eva tatra swara chinhani dattani, so tatra udat swarasya upri vage dandam asti, samahara swarasya anudat swarasya adho vage rekha asti, स्वरित् स्वरसि किमपि तत्र नास्ति, परन्तु हियर् अस्मिन् व्याकरणशास्त्रे अनुदात् स्वरसि कोऽपि चिह्नं नास्ति, अनुदात् स्वरस्य अधोभागे रेखा, स्वरित् स्वरस्य उपरि एकं लघुदण्डम् अस्ति, वी हेव् टु फार् द टैम् बीङ्ग् वी शुड् रिमेम्बर् देट् ओन्लि, स्वरित् स्वरस्य उपरि भागे दण्डम्, उदात् स्वरसि कोऽपि चिह्नं नास्ति, अनुदात् स्वरस्य अधोभागे एकं लघुरेखा अस्ति, तदेव अस्ति, चिह्नानाम् आधारेण एव वयम् एतत् सर्वं स्वरस्य स्वरज्ञानविषये वयं ज्ञातुं शक्यते, कीदृशस्वरः, स्वरस्य स्वभावः कः इति वयं ज्ञातुं शक्यते। अस्तु, अग्रे अपि पठतु भगिनि। अधुना पाणिनीयधातुपाठे पदव्यवस्थाम् अवलोकयाम, अनन्तरं ईद्व्यवस्था दृश्यवस्था दृश्यता। पदव्यवस्था, पदव्यवस्था इत्युक्ते धातुः परस्मैपदिधातु वा आत्मनेपदिधातु वा उभयपदिधातु वा इत्यस्य बोधः। अस्माभिः पूर्वमेव दृष्टं यत् धातुषु अनुनासिकः अच् इत्संज्ञा प्रयोजयति, इत्संज्ञा प्रयोजयति नाम अनुनासिकस्वरेण इत्संज्ञा इत्संज्ञा सूच्यते इत्यर्थः। अस्य एव इत्संज्ञस्य स्वरस्य अनुदात्तत्वम् उदात्तत्वं स्वरितत्वं च पदव्यवस्थां सूचयति। तर्हि इत्संज्ञकेन स्वरेण पदव्यवस्था ज्ञायते कथम् इति पश्येम। यदा एध धातु एध वृद्धौ नकारोत्तरवर्ति यः अकारः अस्ति सः अनुनासिकः अस्ति अनुनासिकः अतः इत्सङ्गकः अधस्ताच्चिह्नम् अस्ति अतः अनुदात्तः अपि अस्ति अनुनासिकः अकारः अनुदात्तः अपि अस्ति अतः ये धातुः आत्मनेपदे किमर्थम् इति चेत् अग्रे सरेम किं लिखितम् अस्मिन् परिच्छेदे आत्मनेपद आत्मनेपदत्वम् अत्र ये धातुमध्ये अनुनासिक आकार अन्ते अनुनासिक आकारः अस्ति तस्य लोपः भवति अधः रेखा अस्ति अतः तत्तु अनुदात्त अस्ति अनुदात्त भवति चेत् आत्मनेपदि भवति इति सूत्रमस्ति इत्युक्ते अत्र लिखितं वयं जानीमः धातुषु अनुनासिकस्वरस्य इति भवति निरनुनासिकस्वरस्य इति संज्ञा नास्ति इति नामकरणं केवलम् अनुनासिक आचरणं विषये तो यः अनुनासिकस्वरस्य इति यः अनुनासिकस्वरः इति संज्ञा प्राप्नोति तस्य अनुनासिक अच्वर्णस्य तत्र अनन्तरम् उदात्तत्वम् अस्ति वा अनुदात्तत्वम् अस्ति वा स्वरितत्वम् अस्ति वा तदपि जानीमः चेदेव वयं पदव्यवस्थाविषये ज्ञातुं शक्यते सो यः अनुनासिक इत्युक्ते यस्य स्वरस्य अनुनासिकस्वरस्य एव इति व्याकरणशास्त्रे किमर्थं चेत् सूत्रं तादृशम् उपदेशे अजनुनासिक इत् सो अनुनासिक अचस्य एव इति संज्ञा निरनुनासिक अचस्य इति संज्ञा न भवति सो यः अनुनासिकस्वरः वयं जानीमः तस्य इति संज्ञा भवति अपि च सः अनुनासिक अच्वर्णः अनुदात् वा उदात् वा स्वरित् वा तत् अपि जानीमः चेदेव वयं पदव्यवस्थाविषये ज्ञातुं शक्यते सो अनुनासिकस्वरः यः स्वरः यस्य स्वरस्य इति संज्ञा भवति सः अनुदात् अस्ति चेत् अन्ते अस्ति मध्ये अस्ति प्रायशः अन्ते तत्र अस्ति परन्तु यत्र अनुनासिक अचस्यत्वं कुत्रापि इति संज्ञा भवितुं शक्नोति किमर्थं च सूत्रं तादृशं सूत्रम् अस्ति उपदेशे अज् अनुनासिक इत् सो तत्र किमपि न लिखितम् आदौ अस्ति वा यथा हलन्त्यम् इति लिखितं साक्षात् लिखितम् अन्तिम हल् इति भवति परन्तु उपदेशे अज् अनुनासिक इति सूत्रे किमपि न लिखितम् अन्ते वा मध्ये वा आदौ वा सो यत्र कुत्रापि अनुनासिक अच् अस्ति तस्य इत्संज्ञा भवति सो प्रायशः धातुषु यः अनुनासिक अच् अस्ति प्रायशः सः अन्ते एव महर्षिणा स्थापितम् अतः यः अनुनासिक अच् वर्णः इत्संज्ञकः सः अनुदात् अस्ति चेत् सः आत्मनेपदि भवति कथम् इति अग्रे सूत्राधारेण पठामः इति अत्र लिखितं सो एद यः धातुः अस्ति एद् धातुः एकनिमिषः महोदय अत्र दकार उत्तरवर्ती यः अकारः सः अनुनासिक अतः तस्य उपदेशे अजनुनासिक इति सूत्रेण इत् भवेत् अपि च भवति तस्य इत् संज्ञा भवति अपि च तत्र अधोभागे चिह्नमपि अस्ति अतः सः न केवलम् अनुनासिक अकारः सः अनुनासिक अनुदात् अकारः सो यस्मिन् धातोः अनुदात्स्वरस्य अनुदात् स्वरस्य इत् अस्ति सः प्रायशः तत्र आत्मनेपदि भवति इति लिखितम् अस्मिन् परिच्छेदे कथं सः आत्मनेपदि भवति सूत्राधारेण एव अग्रे पश्यामः वदतु महोदय महोदय एत् धातुः अस्ति अनेकाच् अस्ति अत्र उपर चन्द्रबिन्दु अस्ति और अनुदात् अपि अस्ति उत्तरोक्ति अनुदात् अपि अस्ति और ए स्वरित् अस्ति कारणं कोऽपि चिह्नं नास्ति सो कथं जानामि किम् अस्ति उदात् अस्ति स्वरित नास्ति स्वरित एकारः एकारः उदात् अस्ति यदि चिह्नं नास्ति चेत् उदात् स्वरित् अस्ति चेत् उपरि भागे दण्डः अस्ति ये उद्दातपि अस्ति सो कथं निर्णयं करोमि किम् अत्र अनुदात अस्ति अन्यथा अन्यथा अस्वरित अस्ति अत्र सि एध इति यः धातुः अस्ति अत्र दकार उत्तरवर्ती यः आकारः सः अनुनासिक परन्तु यः प्रथम एकारः सः प्रथमे निरनुनासिक सो इदानीम् अनुनासिक्यं निरनुनासिक्यम् इति वयं ज्ञातुं शक्यते अनन्तरं यः अनुनासिक आकारः सः उदात् वा अनुदात् वा स्वरित् वा कथं जानीमः अधोभागे अत्र रेखा अस्ति अतः दकार उत्तरवर्ती यः आकारः सः न केवलम् अनुनासिक् परन्तु उदात् अपि अस्ति सो सः उदात् अनुनासिक् अनुदात् सोरि अनुदात् अनुनासिक् अकारः परन्तु एकारः न तु अत्र चन्द्रबिन्दु न अधोभागे रेखा न उपरि दण्डम् अतः एकारः कीदृशेकारः कीदृशेकारः वदतु उदात् अपि च उदात् अपि च निरनुनासिकेकारः अतः तिष्ठति तस्य संज्ञा न भवति तिष्ठति लौकिकरूपम् एद् अस्ति अत्र अवशिष्टस्वरः एकारः परन्तु अनुबन्धस्वरः अकारः सो अकारस्य आधारेण पदव्यवस्था एकारस्य आधारेण इड् व्यवस्था अस्तु अवगतम् दृष्ट्वा निर्णय करोमि किम् अनुदात नै आत्मनेपदी भवति या उभयपदी भवति या प्रश्नपदी भवति एकारस्य आधारेण एकारस्य आधारे इट् वा सेट् वा अनिट् वा इट् अस्ति वा अन्यथा तदेव अवशिष्टस्वरस्य आधारेण सेट् वा अनिट् वा इत् संज्ञक स्वरस्य आधारेण परस्मैपदी वा आत्मनेपदी वा उभयपदी वा तदस्ति स्वरविज्ञानम् अपि च धातुः अनेकाच् एकाच् तत् कदा द्रष्टव्यं सर्वदा स्मर्तव्यं महोदय अनुबन्धानां निष्कासनम् अनन्तरम् एव द्रष्टव्यं धातुः अनेकाच् वा एकाच् वा एतत् एकाच् धातुः न तु अनेकाच् धातुः सो वेन् वि से एकाच् इति नामकरणम् अथवा अनेकाच् इति नामकरम् अनुबन्धानां निष्कासनम् अनन्तरम् एव द्रष्टव्यम् एकाच् वा अनेकाच् वा एतत् एकाच् धातुः न तु अनेकाच् धातुः एकाच् और् अनेकाच् देट् निर्णयः अनुबन्धानां निष्कासनम् अनन्तरं करणीयं न तु पूर्वे करणीयम् एकवारम् अनुबन्धानां दृश्यते रोङ्ग् भवति अनेकाच् नास्ति एकाच् अस्ति अनुदात् अस्ति स्वरित् अस्ति उदात् अस्ति स्वर दृष्ट्वा एवं चिह्नं दृष्ट्वा ज्ञातुं शक्नोमि न कि आ इ उ अभिहाय दृष्ट्वा उपदेश अवस्थायाम् अनुबन्धवर्णः अस्ति यः अनुबन्धस्वरः सः अनुबन्धस्वरः अनुदात् वा उदात् वा स्वरित् वा तस्य आधारेण पदव्यवस्था सेम् यः अवशिष्टस्वरः यः स्वरः तत्र तिष्ठति यस्य संज्ञा न भवति तस्यापि तत्र गुणं दृष्ट्वा अनुदात् वा उदात् वा स्वरित् वा अवशिष्टस्वरस्यापि तत्र एतद् ज्ञानम् आवश्यकम् उदात् अनुदात् स्वरित् किमर्थं चेत् सूत्रं तादृशं सूत्रम् इड् व्यवस्थाविषये अपि सूत्रं तादृशं सो तत्रापि स्वरित् उदात् अनुदात् द्रष्टव्यं तत्रापि तत् आवश्यकम् सो अवशिष्टस्वरेण मीनिङ्ग् टु से मतलब मूल धातु दृष्ट्वा वी केन् कम् टु नो स्वारित् अस्ति अनुदात् अस्ति उदात् अस्ति एवम् आफ्टर् निर्बन्ध धात्वा दृष्ट्वा वी केन् डिसैड् इट् भवति या निट् भवति सत्यं सत्यं महोदय सो लौकिक तु दृष्ट्वा सेट् व्यवस्था सेड् इड् व्यवस्था अपि च उपदेशदातु दृष्ट्वा पदव्यवस्था सो इदानीं तत्र सूत्राधारेण अध्ययनम् अस्ति इदानीं तु समयः अभवत् सो कथं धातुः कीदृशधातुः आत्मनेपदीप्रत्ययः स्वीकुर्वन्ति तस्य कृते सूत्रं किम् इति अग्रे पश्यामः अस्तु इदानीं पर्यन्तं कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु अन्यथा अत्र स्थगामः नास्ति चेत् अत्र स्थगामः जगदीश महोदय अस्ति वा अस्ति महोदय शान्तिमन्त्रं पठति वा महोदय अवश्यम् अवश्यम् ॐ पूर्णमदः पूर्णमिदं पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते ॐ शान्ति शान्ति शान्तिः हरि ओम् श्रीगुरुभ्यो नमः हरि ओम् तत्सत् नमस्काराः धन्यवादाः नमस्कारः धन्यवादः धन्यवादः महोदय धन्यवादः महोदय